तर्हि जन्तानां विषयः प्रवर्तमानः अस्ति. अनेन सह बहवः विषयाः अपि आगताः सन्ति. कर्मणि प्रयोगः अपि आगतः अस्ति. तत्र किञ्चित् शास्त्रीय इडागमचिन्तनमपि आगतमस्ति आसीत् इति कृत्वा नाम बहु लाभः इति मन्ये. इदानीं कर्मप्रयोगः इति नापेक्षितः, किञ्चित् अग्रेसेनैव पुनस्मरणं कुत्रचित् भवति, अपि च नूतनविषयाः अपि आयास्यन्ति. तर्हि अस्माकं तत्र किं चतुस्सप्ततितमे पुटे अस्ति, आम् चतुस्सप्ततितमे पुटे अस्ति, तत्र प्रायः शीघ्रमेव कर्तुं शक्नुमः. तत्र सूत्र पुनस्मरणं किञ्चित् भविष्यति, अनन्तरम् अग्रे गच्छेम. नाम रूपं किं, तस्य विधायकसूत्रं किं च इति विषयः अस्ति. तर्हि अत्र प्रथमतया लक्ष्मीभगिनी वदतु कृपया, अत्र किमस्ति? धाव् धातुः धावति. अत्र तस्य रूपं किम् अपि च सूत्रं किम् इति सूत्रमस्ति चेत्, अथवा निजन्तदातुः कः, अनन्तरं तदेव अस्ति. अत्र धाव् इति मूलरूपमस्ति, लट् रूपं धावति, निजन्तरूपं धावयति. अत्र हलन्तधातुः अतः अत उपधायाः इत्यनेन धावि इति आतिदेशिकधातुः आगच्छति, अनन्तरं धावयति इति निजन्तरूपम्. किन्तु अत उपधायाः इति सूत्रं किं वदति? अत उपधायाः इति शिकारम् अत्र अस्ति. अस्माकं तत्र उदाहरणमस्ति पट् धातुः. आम् आं महोदय, पठ्धातुः अस्ति चेत् तत्र पाठि इति आतिदेशिकधातुः आगच्छति, तथा अनन्तरं पाठयति इति निजन्तरूपं. न, वदामि यत् अत उपधायाः तेन किम् उक्तमस्ति, उपधायाम् अतः वृद्धिः इति णिति प्रत्यये परे अतः वृद्धिः. अत्र कीदृशवर्णस्य वृद्धिः भवति? इत्यस्य कथनेन कः अर्थः? ह्रस्वाकारः. अत्र तथा अस्ति. धाव् धातौ तथा नास्ति, तथा नास्ति, क्षम्यतां महोदय. हा हा, बहु समीचीनमस्ति. तर्हि अत्र किमपि कार्यं नास्ति वस्तुतः. धाव् धावि धावयति इति इति वक्तव्यमस्ति. अत्र धाव् धावि धावयति, अत्र कार्यं किमपि नास्ति, यतोहि दीर्घ आकारः इति तु अस्ति एव. सम्यक्. तर्हि अग्रे गच्छेम. इदानीं बालसुब्रह्मण्यं रक्षधातुः. बालसुब्रह्मण्यं वदन्ति तत्र अस्ति वा? क्षम्यतां महोदय, रक्ष् धातु रक्षति इति तिङन्तरूपं, निजन्तरूपं रक्षयति इति. तर्हि अत्र किं कार्यमस्ति तत्र? निजन्तधातुः कः? निजन्त नि इति इकारः, इ अनुबन्धलोपवर्णः इ इति. तर्हि धातुः कः? निजन्तधातुः कः? रक्षि. हा, रक्षि अस्ति. अत्र रक्ष् इत्यस्मात् रक्षि इत्यस्य निर्माणार्थम् अत्र किमपि विशिष्टकार्यं? रक्षि इति तदनन्तरं गुणः अस्ति किल, रक्षि रक्षे. हा हा, तत्तु अस्ति, तत् सर्वत्र भविष्यति. नाम तत्तु सत्यम्, अस्माकं पठ् पाठ् पाठि इत्यस्य यः कोऽपि निजन्तधातुः सः इकारान्तः अस्ति इति कृत्वा तस्य गुणः भविष्यति एव. शप् इति अग्रे अस्ति, तर्हि शपः प्रभावेन तत्र सार्वधातुकार्धातुकयोः गुणः तु भविष्यति एव. सर्वत्र तत् कार्यं न वदामि, केवलं धातोः निष्पादनार्थं, धातोः निष्पादनार्थम् अत्र कार्यमस्ति. रक्ष् धातुः अस्ति, रक्षि निजन्तधातुः. कार्यमस्ति वा? रक्षि इत्यस्य निष्पादनार्थं रक्ष् योगः णिच्, रक्ष् योगः इ, रक्षि इति भवता उक्तमस्ति. इदानीं कार्यमस्ति न, इदानीम् अग्रे इति न, रक्षि इति धातोः निष्पादनार्थं वदामि. उपधायां कः वर्णः? अकारः इति अस्माकं चिन्तनम् अत्र अपेक्षितमस्ति. अत्र उपधायां कः वर्णः अस्ति इति जयन्ती भगिनी वदति वा? उपधायां अकारः अस्ति. अत्र अत्र सुब्रह्मण्यं तत्र वदतु कृपया. अत्र उपधायां ककारः अस्ति महोदय, ककारः षकारः, अतः अतः अत्र अत्र बालसुब्रह्मण्यं वदति अत्र पश्यतु अत्र इति कारणतः अत्र चिन्तनम् अपेक्षितमस्ति. अत्र र अ क ष इति वर्णमेलनमस्ति रक्ष्, र अ क ष. उपधायां ककारः अस्ति, न तु अकारः. अकारः उपधायां यदि स्यात् तर्हि अत्र उपधायाः तीनेन वृद्धिः भवति स्म, किन्तु अत्र तथा नास्ति खलु. अतः कार्यं सत्यं सत्यम् अतः अत्र कार्यं नास्ति. यथा धाव् इति धातुः आसीत्, धाव् इति धातौ, तत्र धावि इति निष्पादनार्थं धावि, अत्र किमपि कार्यं नास्ति, धावयति. रक्ष् रक्षि रक्षयति इति अत्रापि तथा खलु. नो चेत् अस्माकं तत्र तत्र फलतरूपं दोषपूर्णं भविष्यति. अस्तु अखिला भगिनी अग्रे. अत्र क्रीड् क्रीडि क्रीडयति, अत्र क्रीड् इत्यत्र हलन्तदातुः, उपधायां दीर्घ इकार इक्वर्णः इति कृत्वा अत्र किमपि कार्यं नास्ति, क्रीडयति इति एव रूपं निष्पन्नं भवति. क्रीडयति इति अस्ति, कार्यं नास्ति. उपधायां लघु अकारः नास्ति, अजन्तधातुः अपि नास्ति, लघु इक्वर्णः अपि नास्ति इति कृत्वा अत्र त्रिषु स्थलेषु अस्माकं कार्यं भवति खलु. उपधायां लघु अकारः अस्ति अथवा लघु इक्वर्णः अथवा अजन्तधातुः, अत्र त्रिषु नाम त्रीणि सूत्राणि सन्ति इति अस्माभिः दृष्टं पूर्वम्. अत्र अचोयणिति अथ उपधायाः पूगन्धलघुपदस्य च इति प्रमुखतया त्रीणि सूत्राणि सन्ति. अस्तु अग्रे अग्रे तर्हि पद्मा भगिनी वदति वा? सिक्ष् धातुः अस्ति, अत्र णिजन्तधातु शिक्षते, णिजन्तधातु शिक्षयते. अत्र उपधा इकारः अस्ति, हलन्तधातवः उपधा अस्ति, यथा लिक् बुद् धातु परिणाम अस्ति, लिखयति, शिक्षयति, वृद्धिः भवति. नाम अस्माकं इति कृत्वा अस्माकं किञ्चित् पुनःस्मरणम् अपेक्षितमासीत्. केवलम् अत्र त्रीणि सूत्राणि सन्ति, येषां बोधः न भवति चेत् अस्माकं फलं तु दोषपूर्णं भविष्यति. अचोयणिति अतो उपधायाः पुगन्तलघुपदस्य च इति त्रीणि सूत्राणि सन्ति. इदानीमेव अस्माभिः उक्तमस्ति नाम अस्मिन् धातौ शिक्ष् इति धातौ के के वर्णाः सन्ति. इकारः एव अस्ति, तालव्यषकारः, अनन्तरं इकारः, हा अनन्तरं ककारः, अनन्तरं अकारः इति न, अत्र ककारमूर्धन्यषकारयोः मेलनमस्ति, ककारः मूर्धन्यषकारः क्ष, अत्र वर्णद्वयमस्ति, एक एव अत्र अस्माकं भ्रमः न स्यात्, अत्र क्ष इति एकः वर्णः इति न, खलु वर्ण तत्र वर्णमाला, वर्णमालायाम् अत्र क्ष इति कोऽपि वर्णः नास्ति, वर्णमाला अस्ति खलु साधारणं वर्णमाला, क्ष इति नास्ति, ककारषकारयोः मेलनमस्ति. उपधा इत्युक्ते किम्? अन्तिमवर्णः अस्ति यः, तस्मात् पूर्वं यः वर्णः सः उपधा. इत्यनेन हलन्तधातुः, हलन्तधातुः षकारान्तः, उपधायां कः वर्णः अस्ति? षकारः न, अन्तिमवर्णः षकारः खलु, अन्तिमः अन्तिमवर्णः षकारः, ककारः, ककारः, ककारः हलन्तधातुः, न हलन्तधातुः अस्ति षकारान्तः. अत्र के के वर्णाः सन्ति? उपधा ककारः अस्ति महोदय खलु, आम्, ष इ क ष इति चत्वारः वर्णाः सन्ति, ष इ क ष, इति चत्वारः वर्णाः सन्ति. उपधायां कः वर्णः अस्ति? हलन्तधातु न, उपधायां कः वर्णः? ककारः अस्ति, ककारः अस्ति. अत्र लिग् धातुः अपि तादृशः वा? लिग् धातुः भवती उक्तवती, तत्र उपधायां कः वर्णः अस्ति? इकारः, हा इकारः, अत्र उपधायाम् इकारः अस्ति वा? नाम नास्ति, क्षम्यता, इति महान् भेदः, महान् भेदः, दिनं रात्रि इति भेदः, दिनं रात्रि इति भेदः. लिग् धातोः तत्र कार्यमस्ति, अत्र कार्यं नास्ति खलु, यथा उपरि आसीत् रक्ष, रक्ष इति रक्षयति इति अस्माभिः दृष्टं, ककारः उपधायाम् अस्ति इति कृत्वा तत्र गुणः नास्ति, यतोहि उपधायां ककारः न तु अत्र अतुपदायाः इति अस्य वृद्धिकार्यम् अत्र नास्ति, रक्ष यतोहि उपधायां ककारः न तु लघुकारः, अत्र शिक्ष अस्ति, एवमस्ति, हा तर्हि अत्र कार्यमस्ति वा शिक्ष? न, नास्ति, तर्हि निर्जन्तधातुः अस्ति शिक्षि, लट् लटि शिक्षयति, शिक्षयति, शिक्षयति नो चेत् न तु शिक्षयति, शिक्षयति इति न भवति. हा लिक् धातोः किं रूपम् अस्ति? लिक् धातुः लेखयति, हा तत्र धातु तत्र गुणः भवति इकारस्य स्थाने इकारः, लेखि लेखयति, अत्र शिक्षयति, शिक्षयति इति वदामः चेत् दोषः इति शिक्षा अस्ति अत्र खलु. राजेन्द्र महोदय, आं महोदय, अत्र गम् धातुः अस्ति, गच्छति, अत्र तु ह्रस्व अकारः अस्ति उपधाया अवस्थायां, परन्तु अमन्तधातुः अस्ति, तत् कारणात् तत् नितां ह्रस्वभात् सूत्रेण तत् अपगच्छति, यथा वृद्धिः भवेत् तत्र तत्र गमयति रूपं निष्पन्नं भवति. हा भा नितां ह्रस्वः इति अस्ति, बहु सम्यक् अस्ति, अस्तु अग्रे गच्छेम, अग्रे गच्छेम, तर्हि विद्याभगिनी अग्रे. इति हलन्तधातुः उपधायां लघु अकारः ह्रस्वकारः अस्ति, तर्हि अत्र अतोपधायाः इत्यनेन उपधायां ह्रस्वकारस्य वृद्धिः भवति, दीर्घ आकारः भवति, दाहि इति नूतनधातुः, दाहयति, दाह इति अस्ति, बहु सम्यक् अस्ति. जयन्ति भगिनी अग्रे. भ्रमति इति अणिजन्तं भ्रामयति इति तत्र उपदायां ह्रस्वकारः सत्यम् अतः तस्य वृद्धिः भवति भ्रामयति इति भवति स्म इति तु भवति स्म इदानीं राजेन्द्रमहोदय किम् उक्तवान् ओ मि अस्तु मितां ह्रस्व मितां ह्रस्व इति इत्यनेन भ्रमयति इति यथा गमयति हा यतो यस्य धातोः अन्ते अम् अकारमकारयोः मेलनम् अम् भ्रं गम् इति तादृशधातवः सन्ति यत्र तत्र अत उपधायाः अतीनेन गामि अथवा भ्रामि इति भवति अनन्तरं मितां ह्रस्व अतीनेन ह्रस्वः पुनः भवति भ्रमयति कुत्रचित् कुत्रचित् दृश्येत जालपुटे पश्यति चेत् कुत्रचित् तत्र दृश्येत भ्रामयति तत् स च दोषः नित्यानां दोषः भ्रामयति इति न भवति भ्रामयति इति नास्ति भ्रमयति इति अस्ति महोदय गतसप्ताहे यथा वयं पठितवन्तः परिभ्रामयति तत् भवान् उक्तवान् तत्र उपसर्गपूर्वकः अस्ति किं सूत्रमिति न जाने किन्तु तत्तु भिन्नं परिभ्रामयति इति भिन्नं तत् किमपि सूत्रमस्ति हा अस्तु अग्रे गच्छेम तर्हि अधुना सुमित्रभगिनी अस्ति अस्तु सुब्रह्मण्यं वक्तुमिच्छति वा क्रमेण न अवगच्छामि किञ्चित् पठित्वा किमिति क्रमेण न अवगच्छामि न इति अग्रिमे दातु अस्ति तत्र किमस्ति इति वदति वा यावत् जानाति प्रयत्नं करिष्यामि महोदय हा बहुभ्यः दिनेभ्यः न आगतवती इति कृत्वा अवगतम् हा अस्तु शृणोति अस्ति नास्ति चिन्ता हा तत्र म्यूट् करोतु कृपया म्यूट् करोतु कृपया अस्तु पुष्पभगिनी वदतु नश्यति नाशयति तत्र निजन्तदातुः कः अपि च कार्यमस्ति चेत् वदतु निजन्तदातुः नश्यति नश्योगः अणिच् एतत् सर्वं पुनः स्मरणमस्ति खलु नूतनं किमपि नास्ति शीघ्रमेव भवेत् नाशयति तर्हि नश् इत्यस्मात् किं कार्यमस्ति तत्तु किम् एतत् सर्वं पुनः स्मरणमस्ति अहं चिन्तितवान् शीघ्रमेव करिष्यामः अग्रे गच्छामः अत्र नश् इति अत्र नूतनं नास्ति खलु त्रीणि सूत्राणि सन्ति नश् इति उपदायं कः वर्णः अस्ति उपदाय हा इत्यनेन इत्यनेन नाशि वृद्धिः भवति नश् नाशि नाशयति हा अस्तु अग्रे गच्छेम तर्हि विद्याभगिनी अग्रे वदतु नद् इति धातु हलन्तदातुः उपदायां ह्रस्वकारः पुनः अतो उपदायाः इत्यनेन वृद्धिः नादि नादयति नादिति हा नाम अत्र तत्र समूहीकरणमस्ति खलु अत्र समूहीकरणम् अग्रे धाव् रक्ष पुनः तत्र आरम्भे धाव् रक्ष क्रीड शिक्ष गम् अत्र किमर्थं स्थापितमस्ति एकत्र इति कृत्वा गम् इति अत्र न भवेत् वस्तुतः शास्त्रीयरीत्या अस्य आयोजनं न कृतमस्ति अत्र गम् अस्मिन् समूहे नास्ति खलु धाव् रक्ष क्रीड शिक्ष तत्र हलन्तदातु अस्ति उपदयां न ह्रस्वकारः न वा लघु एकवर्णः इति कृत्वा कार्यं नास्ति यत्र कार्यं नास्ति तत्र कश्चन समूहः अस्ति गम् इति धातौ कार्यम् अस्ति खलु उभधायाम् इति अतः उभधायाः अनन्तरं मितां ह्रस्वः तर्हि गम् अथ अपि च भ्रं तत्तु एकत्र भवति स्म एकत्र भवति स्म अत्र दोषः अस्ति अस्मिन् पुस्तके प्रायः भ्रामयति इति किमपि दत्तमस्ति तत्तु समीचीनं नास्ति गं भ्रम् इति अनयोः कार्यं समानमस्ति गमयति भ्रमयति इति रूपमस्ति अनन्तरं दः नश् नद् ज्वल् सर्वत्र उपधायां ह्रस्वकारः अस्ति अनन्तरम् अथ उपधायाः तेन अन्तिमं वदेम इदानीं लक्ष्मीभगिनी वदतु ज्वल् अत्र हलन्तधातुः अस्ति उपधायाम् अकारः अस्ति अतः अतोपधायाः इत्यनेन वृद्धिः भवति अतः ज्वालि इति आतिदेशिकधातुः ज्वालयति निजन्तरूपं हा बहु सम्यक् अस्ति तत्र कश्चन समूहः अस्ति समूहे के दः नश् नद् ज्वल् इति अत्र एतेषां धातूनां तत्र वृद्धिः भवति दाहयति नाशयति नादयति ज्वालयति अत्र भ्रमयति इति अत्र न भवेत् गं भ्रम् इति पृथक् खलु इति मनसि भवेत् अस्तु अग्रे गच्छेम इदानीं राजेन्द्रमहोदय अग्रे आम् आं महोदय अत्र तु उदाहरणं तु वयं तत्र स्मृ अस्ति यत् वृद्धिः भवति तत् अचोन्यति सूत्रेण तत् स्मारयति तथैव अत्र धृधातुः अपि तथैव अस्ति ऋकारान् धातुः अस्ति अचोन्यति सूत्रेण धारयति निष्पन्नं भवति निजन्तधातुरूपं हा सम्यक् अस्ति अजन्तधातुः अस्ति अजन्तदातु अस्ति इति कृत्वा अच् वर्णः अन्ते अस्ति इति कृत्वा अचो युनिट् इति वृद्धिः हा इति सम्यक् अस्ति अस्तु अग्रे अग्रे जयन्ती भगिनी वदतु क्रीडातुः अग्रे क्रीडातु क्रीडातु पुनः अजन्तधातुः अचोयणिति इत्यनेन कारी सम्यक् कारी इति निजन्तधातुः करोति कारयति इति भवति कारी कारयति इति एकवारं यदा निजन्तधातुः जातः तत् ततः अग्रे सर्वेषां धातूनां कार्यं समानमस्ति धावी धावयति धारी धारयति ततः अग्रे सर्वं समानमस्ति केवलं निजन्तधातुः कः इति तर्हि अत्र धारी कारी अत्र जागृ इति अत्र न स्थापनीयमासीत् अत्र एकस्मिन् समूहे नास्ति विद्याभगिनी वदतु अत्र किमस्ति ओ जागृ इति धातुः अत्र अजन्तधातुः सामान्यतया अत्र अचोयन् इति कार्यं करोति परन्तु अत्र विशिष्टसूत्रमस्ति जागृ विच्छिन्नल् नित्सु इत्यनेन तत्र गुणः भवति तर्हि तत्र जागरि इति नूतनधातुः जागरयति जागरयति अत्र किमर्थं स्थापितमस्ति इति रहस्यमस्ति अत्र न भवेत् ऋकारान्तदातवः ये सन्ति तेषां सामान्यतया वृद्धिः भवति अत्र वृद्धिः नास्ति अत्र अच युनिटि इत्यस्य अपवादः अस्ति जाग्रो विचिन्नल् ङित्सु इति सूत्रं पूर्वमपि अस्माभिः उक्तमिति भाति अत्र मया न स्थापितमस्ति यतोहि केवलं परिचयः किन्तु अत्र अनेन सूत्रेण दृष्टं अनेन सूत्रेण किमस्ति यत् यत्र वृद्धिः भवति स्म तत्र वृद्धिः न भवति यत्र किमपि न भवति स्म तत्रापि गुणः क्षम्यतां यत्र वृद्धिः भवति स्म तत्र गुणः यत्र किमपि न भवति स्म तत्रापि गुणः सामान्यतया केषुचित् स्थलेषु अन्यत् किमपि भवति किन्तु जागृधातोः आधिक्येन गुणः एव भवति अत्र जागृ ऋ इत्यस्य गुणः अर् जागरयति न तु जागारयति एकस्मिन् समूहे कुर्मः चेत् तत्र धारयति कारी चेत् जागारयति इति भवति स्म तत् दोषः अस्ति जागरयति इति अस्ति. हा, समीचीनमस्ति. अस्तु, अग्रे सुब्रह्मण्यमहोदय, अग्रे कृपया. महोदय, इदानीमत्र क्लिद् अस्ति. क्लिद् अत्र उपधायां लघु एकवर्णः अस्ति, अतः निजन्तधातुः अस्ति. अत्र क्लेदि भवति गुणः भूत्वा उगन्तलघुपधस्य च इत्यनेन क्लेदि क्लेदयति. हा, बहु सम्यक् अस्ति. अस्तु, अग्रे पद्मा भगिनी, अग्रे भवति वा? आं महोदय, लिप् इकारः उपधायां ह्रस्व इकारः अस्ति, इत्यनेन वृद्धिः भवति. लेपि निजन्त रूपमस्ति, लेपयति निजन्तरूपम्. हा, किं सूत्रमस्ति? पुगन्तलघुपधायश्च च अस्ति. बहु सम्यक् अस्ति. उदायां लघु एकवर्णः अस्ति. अत्र लिम्पति इति प्रायः तुडादिगणे अस्ति इति कृत्वा नुमागमः इति प्रायः लिम्पति. सुब्रह्मण्यं तत्र दृष्टवान् वा? तत्र एव तदेव महोदय, अत्र शेमुचादीनामित्यनेन अत्र मध्ये अनुस्वारः महोदय. हा, तर्हि लिम्पति नुमागमः अस्ति लिम्पति, किन्तु अत्र नुमागमः नास्ति, लेपयति इति. अत्र ब्रह्मः न स्यात्. अखिल अखिल भगिनी, अग्रे. तुष्यति इति अनिजन्तरूपं, तोषी तोषयति इति निजन्त रूपं. तुष् इत्यत्र हलन्तधातुः, उपधायां लघु इक्वर्णः अस्ति इति कृत्वा पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं. तर्हि उकारस्य उकारः तोषी तोषयति. सम्यक्. हा, अग्रे लक्ष्मी भगिनी, अग्रे. सुष् अत्र हलन्तधातुः, उपधायां ह्रस्व उकारः अस्ति, अतः पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति. तथा सोषि इति आतिदेशिकधातुः, शोषयति निजन्तरूपम्. हा, इति अस्ति. उपधायां लघु उकारः मुह् मुह् अत्र तत्र बालसुब्रह्मण्यं तत्र वदतु. मुह् मुह् इति उपधा ह्रस्व उकारः गुणः भवति मोह, तस्मात् मोहयति इति रूपम्. हा, सूत्रं किं? पुगन्धलघुपदस्य च इति सूत्रेण. हा, सम्यक् अस्ति. जयन्ति भगिनी, अग्रे. शुच् धातुः शोचति इति अनिजन्त पदम्. अत्र उपधायां लघु उकारः अस्ति, ह्रस्व उकारः, पुगन्तलघुपदस्य च इत्यनेन शोचि इति धातुः शोचयति इति भवति. हा, सम्यक् अस्ति. राजेन्द्रमहोदय, अग्रे. अत्र महोदय, वृत् अस्ति. अत्र तु उपधायां ऋकारः अस्ति, हलन्तधातुः अस्ति, तत्कारणात् तत् वृद्धिः भवति. वर्तयति अत्र वृद्धिः. किं सूत्रमस्ति? क्षम्यतां महोदय, दोषः कृतः. अत्र तु पुगन्धलघुपदस्य सूत्रेण गुणः भवति. वर्तयति. हा, सम्यक् अस्ति. अस्तु, अग्रे पुष्पापयिनी, अग्रे वदतु. दृश् दर्शी इञ्जन्तरूप धातुः, दर्शयति. सूत्रं किं? सूत्रं पुगन्तलघुपदस्य. हा, तर्हि अत्र किमस्ति, यावत् पर्यन्तं यावत् धातुः न ज्ञायते अस्माभिः, तावत् रूपं साधु न स्यात्. यतोहि पश्यति इति तत्र तदाधारेण किमपि न भविष्यति खलु. दृश्यति धातुः ज्ञातव्यः अस्ति. अस्तु, सम्यगस्ति. गृह्यति अस्ति. महोदय पश्यति कथम् आयाति? तत्र दात्वादेशः अस्ति, भुवादिगणे दात्वादेशः अस्ति, तत्रैव पश्यतु. अस्तु तर्हि कृष् अपि तथा खलु कर्षयति. अस्तु अग्रे गै इति अत्र नूतनसमूहः अस्ति. स्था स्था इत्यस्मिन् विद्याभगे किं भवति? स्था इति आकारान्तधातुः अस्ति, तर्हि तत्र स्थायोगः निच् इति अस्ति. तत्र तत्र विशिष्टसूत्रमस्ति अर्ति ह्री व्ली री क्नुयिष् मायातां पुङ्नौ इत्यनेन आकारान्तधातूनां तत्र पुक् आगमः भवति निच् प्रत्यये परे. तर्हि तत्र धातोः अन्ते पुक् आगच्छति. पुक् इत्यस्मिन् तत्र उकारः ककारः इति संज्ञा भूत्वा गच्छति. तर्हि तत्र पकारः एव अवशिष्यते. स्थायोगः पायोगः पकारः योगः निच् इत्यस्मिन् इकारः. तर्हि तत्र स्थापि इति नूतनधातुः, स्थापयति इति निजन्तरूपम्. स्थापयति निजन्तरूपम् स्पष्टं स्यात्. अस्तु अग्रे अग्रे पश्येम तर्हि पुनः एकवारम् अखिल भगिनी. म्या इति धातुः तत्रापि आकारान्तधातुः अस्ति इति कृत्वा तेनैव सूत्रेण अर्ति सी व्ली न्यूयि श्याम्यातां पुङ्नौ इति सूत्रेण पुकागमः भवति. ज्ञाप् अनन्तरं ज्ञापि ज्ञापयति इति रूपम्. हा समीचीनमस्ति. जयन्ति भगिनी अग्रे. दा धातुः पुनः आकारान्तधातुः अर्ति अर्ति ह्री ली रीक्ष्मा यातां पुनो इत्यनेन पुकागमः भवति. दायोगः पा योगः या इति दापयति, दापि इति धातुः दापयति इति भवति. हा बहु सम्यक् अस्ति. तर्हि नाम अस्माकं कः लाभः? अस्माकं नाम किञ्चित् शास्त्रं दृष्ट्वा ज्ञात्वा अग्रे गमनार्थं कः लाभः इति चेत् तत्र समूहाः किमर्थं सन्ति इति अवगच्छामः. उपधायां लघु एकवर्णः अस्ति चेत् तत्र कार्यं सर्वत्र समानमस्ति. जागृदातोः तत्र वैशिष्ट्यमस्ति. उपधायां ह्रस्व अकारः अस्ति चेत् तत्र वृद्धिः भवति अत उपधायाः इति सूत्रेण. भ्रं गम् इति अमन्तदातवः सन्ति इति कृत्वा वैशिष्ट्यमस्ति मितां ह्रस्वः इति सूत्रेण. तावत् जानाति चेत् तत्र आकारान्तदातुः अस्ति चेत् पुगागमः, अजन्तदातुः अस्ति चेत् वृद्धिः. तावत् जानीमः चेत् कार्यं साधितमस्ति, तत्र क्लेशः नास्ति. अग्रे गच्छेम, पश्येम कुत्र पर्यन्तं प्राप्तुं शक्नुमः अद्य. इदानीम् अग्रिम अभ्यासः अस्ति, तस्य आवश्यकता नास्ति. गृहपाठरूपेण कुर्वन्तु, यतोहि तत्र चयनं भवति. इदानीं यद् लिखितमस्ति तत्र कश्चन लघुकथा अस्ति, कथां पठेम. अखिलभगिनी कृपया. वन्दे मातरम्. वन्दे मातरम्. तात, भवान् गमनं निश्चितवान् एव, अवदत् पुत्री मैना. सत्यं वत्से, मया रहसि स्थितेन भवितव्यम् एव. देशहितं गृहं त्याजयति, नानासाहेबः अवदत् सचिन्तम्. गृहं तु मोहयति, नैव वत्से, राष्ट्रहितकार्यमेव बलवत्, तद् मां कार्यं प्रवर्तयति. मम तु चिन्ता कार्ये प्रवर्तयति. मम तु चिन्ता गृहविषये एव. अलं चिन्तया अहं सर्वं निर्वर्तयिष्यामि. आप्ताः मां कार्यमार्गं बोधयिष्यन्ति, ज्येष्ठाः च कार्याकार्यं ज्ञापयिष्यन्ति. अन्तपर्यन्तम् एकवारं पठेम. तत्र जयन्ति भगिनी, अनन्तरं वार्ताः कः अति? तत्सर्वं प्रवर्तते किन्तु आङ्ग्लाः भवतीं स्थापयेयुः सन्तापयेयुः अस्माभिः तत् पक्षीयाः दुर्बलाः महिलाः बालाः च दीर्घकालं पोषिताः एवं सति किं ते कृतज्ञतां दर्शयेयुः शत्रुनिग्रहः तेषां मुख्यं लक्ष्यम् अतः ते द्वित्रिदिनाभ्यन्तरे सैनिकान् अत्र प्रेषयिष्यन्ति द्वित्रदिनाभ्यन्तरे सैनिकान् अत्र प्रेषयिष्यन्ति मम स्थितिं यदि भवती न ज्ञापयेत् तर्हि ते सैनिकाः दुर्गं पातयिष्यन्ति भवनानि नाशयिष्यन्ति सर्वान् भवनात् निर्गमयिष्यन्ति भवत्याः मुखात् बलात् रहस्यं स्फोटयिष्यन्ति ते मां तथा पीडयितुं न अर्हन्ति मम खड्गः तान् निवारयिष्यति भगवान् अस्मान् रक्षिष्यति अतः भवान् भवतु निश्चिन्तः निःशङ्कं राष्ट्रकार्ये प्रवृत्तिः क्रियताम् इति अस्ति तर्हि आरम्भतः किञ्चित् तत्र अर्थः कः इति वदेम कः वदति विद्याभगिनी आरब्धुमिच्छति वा अस्तु महोदय वन्दे मातरम् तात् भवान् गमनं निश्चितवान् एव अवदत् पुत्री मैना अत्र पिता पुत्री द्वयोः मध्ये सम्भाषणम् अस्ति पुत्री वदति पितुः भवान् गमनं निश्चितवान् एव इत्युक्ते भवान् गन्तुं निश्चयं कृतवान् एव इति तर्हि पिता वदति सत्यं वत्से मया रहसि स्थितेन भवितव्यम् एव देशहितं गृहं त्याजयति नानासाहेबः अवदत् सचिन्तं नानासाहेबः एव पिता सः वदति आं सत्यं वत्से इत्युक्ते भवती यद् उक्तवती तत्तु सत्यमेव अहं रहसि स्थितः भवेत् एव इति देशहितकार्यं भवेत् इति साधु वदतु भवेत् इति न अहं रहसि स्थितः भवेत् अहं भवेयम् अहं रहसि स्थितः भवेयम् एव देशहितकार्यं रहसि स्थितेन इत्युक्ते किं रहसि इत्युक्ते गुप्तरूपेण गुप्तरूपेण कुत्रचित् भवामि इति भवितव्यमिति कः प्रयोगः अस्ति तव्यत् प्रयोगः तव्यदन्तरूपम् अस्ति किन्तु प्रयोगः अत्र भावे प्रयोगः भावे प्रयोगः अस्ति मया भवितव्यम् अहं भवेयम् अस्तु समीचीनमस्ति देशहितं गृहं त्याजयति इत्युक्ते देशहितकार्यं गृहस्य त्यागं कर्तुं प्रेरयति इति नानासाहेबः अवदत् हा तत्र कः प्रेरयति कं प्रेरयति तं नानासाहेबं प्रेरयति अत्र कश्चन शब्दः न उक्तः अस्ति नाम अस्मिन् तत्र अस्य वाक्यस्य पूरणार्थं कः शब्दः अपेक्षितः अस्ति मां प्रेरयति हा इति अस्ति अत्र त्याजयति देशहितम् अत्र प्रयोजककर्ता इति कः अस्ति देशहितं मां गृहं देशहितं मां गृहं त्याजयति न मां तत्र नास्ति देशहितं मया गृहं त्याजयति इति भवेत् अत्र इति रूपमस्ति अत्र प्रयोजककर्ता प्रयोज्यकर्ता इति प्रयोजककर्ता देशहितम् अपि च प्रयोजककर्ता मया इत्युक्ते माम् यतोहि त्यजति अत्र द्वितीयविभक्तौ तत्र सूत्रं किमस्ति द्वितीयविभक्त्यर्थं कर्मणि द्वितीया अनभिहिते कर्मणि द्वितीया अगृहम् इति वदामि यत्र निजन्तप्रयोगः अस्ति तत्र सामान्यतया का विभक्तिः भवति प्रयोज्यकर्तुः अपि च कर्तृकर्णयोस्तृतीया इत्यनेन तृतीया विभक्तिः भवति अनुक्तकर्ता इति कृत्वा हा अपि च कुत्रचित् द्वितीया विभक्तिः तत्र किमर्थं तत्र विशिष्टसूत्रमस्ति गतिबुद्धिप्रत्यवसानार्थकशब्दकर्म कर्मकाणामणिकर्ता सनौ तत्र प्रयोज्यकर्तुः कर्मत्वं प्राप्नोति कर्मसंज्ञा प्राप्नोति इति कृत्वा तत्र कर्मणि द्वितीया इत्यनेन द्वितीया विभक्तिः हा अत्र त्यज् धातुः तेषु अन्यतमः इति वा त्यज् इति नास्ति इति चिन्तयामि नास्ति इति भाति बहु सम्यक् अस्ति अतः तृतीया विभक्तिः भवेत् अस्तु अग्रे गृहं तु मोहयति इत्युक्ते गृहं मोहं जनयति इति अस्ति तर्हि नैव वत्से राष्ट्रहितकार्यम् एव बलवत् तत् मां कार्ये प्रवर्तयति मम तु चिन्ता गृहविषये एव पुत्री वदति गृहं मोहयति इति तर्हि पिता वदति नैव वत्से राष्ट्रहितकार्यमेव बलवत् इत्युक्ते गृहात् गृहस्य अपेक्षया राष्ट्रहितकार्यमेव बलवत् तद् मां कार्ये प्रवर्तयति इत्युक्ते तत् मां कार्ये प्रेरयति प्रोत्साहयति मम तु चिन्ता गृहविषये एव इति पिता वदति अलं चिन्तया अहं सर्वं निवर्तयिष्यामि आप्ताः मां कार्यमार्गं बोधयिष्यन्ति ज्येष्ठाः च कार्याकार्यं ज्ञापयिष्यन्ति इति तर्हि पुत्री वदति चिन्ता मास्तु अहं सर्वं सर्वस्य निर्वाहं करोमि मम सहायार्थं तु ज्येष्ठाः अपि मित्राणि तु सन्ति एव ते मम कार्यमार्गे निवर्तयिष्यामि इत्युक्ते निर्वाहम् इति वा निर्वाहः करिष्यामि इत्युक्ते प्रबन्धं करिष्यामि सर्वं खलु द्वयमपि अस्ति निर्वाहः निर्वहणम् अस्तु आम् ज्येष्ठाः आप्ताः मम सहायं कुर्वन्ति इति निर्वाहः इति घञ् प्रायः निर्वहणमिति ल्यूट् अग्रे आप्ताः आप्ताः इत्युक्ते मित्राणि अपि ज्येष्ठाः मम सहायं कुर्वन्ति इति अस्ति अग्रे अग्रे तत्सर्वं ज्येष्ठाः च कार्याकार्यं ज्ञापयिष्यन्ति इत्युक्ते ज्येष्ठाः यत् सम्यक् कार्यमस्ति यत् असमीचीनकार्यमस्ति इति मां ज्ञापयन्ति हा सम्यक् अस्ति अस्तु सुब्रह्मण्यमग्रे आं महोदय तत् सर्वं प्रवर्तते किन्तु आङ्ग्लाः भवतीं सन्तापयेयुः इदानीमत्र नानासाहेबः वदति तत् भवति एव किन्तु तस्य मनसि शङ्का अस्ति अत्र आङ्ग्लाः पुत्रीं किमपि पीडां ददाति इति अत्र सन्तापयेयुः इति अत्र निजन्तप्रयोगे अत्र विधिलिङ्ग् रूपमस्ति आङ्ग्लाः पुत्रीं पीडां ददा आङ्ग्लाः ददति किमिति अत्र अस्तु महोदय विधिलिङ्ग् रूपं चिन्तयन् अस्मि तदेव तप् इति धातुः अस्ति अपि च अत्र तप् इति अकर्मकः अस्ति अतः भवति इति द्वितीयविभक्तौ अस्ति अत्र अस्माभिः तत्पक्षीयाः दुर्बलाः महिलाः बालाः च दीर्घकालं पोषिताः एवं सति किं ते कृतज्ञतां दर्शयेयुः इति इदानीं नानासाहेब् पुत्री वदति अत्र आङ्ग्लानां अत्र महिलाः दुर्बलाः बालाः तेषां सर्वेषां वयं पोषणं कुर्वन्तः अतः किमर्थं ते अस्माकं अस्माकं किं वदामि अत्र कृतज्ञ किं ते कृतज्ञतां दर्शयेयुः कृतज्ञताम् इत्युक्ते यद्वयं कृतवन्तः तत् किमर्थं ते ते मनसि न स्थापयित्वा किमपि हानिं प्राप्नेयु हानिं ददति इति तादृश अर्थः अत्र कृतज्ञता इत्युक्ते यत् कार्यं कृतमस्ति तद् न मनसि न स्मरणे भवति इति तादृश अर्थः किमपि हानिं प्राप्नो हानिं ददाति इति ददति इति तादृश अर्थः अत्र हा बहु सम्यक् अस्ति भवता यदुक्तमस्ति तत्र किमर्थं ते वयं कृतवन्तः तत्र मनसि तेषां कृते मनसि न स्थापयित्वा तत्र काचन टिप्पणी तत्र शिक्षाप्रदः शिक्षाप्रदा अस्ति यत् अत्र काचित् समस्या भवति वा अथवा वदामि पुनः महोदय तद् वाक्यं भवता यदुक्तमासीत् तत्र अस्माकं वयं यत् कृतवन्तः तेषां कृते तस्मिन् विषये तत्र स च विषयः अथवा तं विषयं मनसि न स्थापयित्वा अपरस्मिन् अपरस्यां दिशि ते चिन्तयन्ति इति उक्तवान् खलु आं महोदय हा तत्र च न इति उक्तं न तत्र काचन समस्या भवति तत् स च कः विषयः अस्ति अत्र न इति क्रियापदस्य पुरतः एव स्थापयामः महोदय न तु त्वान्तरूपम् अपि च तुमुन् तस्मात् पूर्वं न स्थापयामः अतः तस्य अर्थभेदः भविष्यति नाम यः अर्थः इष्टः तत्र विपरीतत्वेन गमिष्यति आं महोदय तत् किं वक्तव्यम् आसीत् तर्हि यत्किमपि वयं कृतवन्तः ते मनसि अस्थापयित्वा सम्यक् तादृश अस्थापयित्वा अकृत्वा अविचिन्त्य इति अ इति भवति नकारात्मक अर्थे अ इति तत्र भवति नो चेत् न इत्यस्य कथनेन नाम तत्र यथा लक्ष्मीभगिनी वदतु यदि बालकः वदति यत् अहं कार्यं न कृत्वा गृहं गच्छामि अहं कार्यं न कृत्वा गृहं गच्छामि अस्य वाक्यस्य अर्थः कः न कृत्वा इत्युक्ते अहं न कृतवती इति तस्मिन् अर्थे अकृत्वा अपि उपयोगं कर्तुं शक्नुमः हा किन्तु हा जयन्ती भगिनी किञ्चित् इतोपि वदति वा न कृत्वा गृहम् अहं कार्यं न कृत्वा गृहं गच्छामि अस्य वाक्यस्य अर्थः कः तत्र न कृत्वा करोति कृपदेन सह तस्य सम्बन्धः तादृशविवक्षा इति मन्ये, परन्तु न गच्छामि इत्यनेन एव सम्बन्धः भवति अत्र अस्मिन् वाक्ये इति समस्या अस्ति. तस्य कथनस्य तस्य वाक्यस्य अर्थः अस्ति यत् अहं कार्यं कृत्वा गृहं न गच्छामि. अहं कार्यं न कृत्वा गृहं गच्छामि इत्यस्य कथनस्य आशयः अस्ति यत् अहं कार्यं कृत्वा गृहं न गच्छामि. विपरीतत्वेन गच्छति. तत्र अ इति वक्तव्यमस्ति. वदतु एकवारं वाक्यं, साधुवाक्यम्. अहं कार्यम् अकृत्वा गृहं गच्छामि. इति अस्ति. बहु समीचीनमस्ति. अत्र अकृत्य भवति अथवा अकृत्वा? अकृत्वा. अ इति उपसर्गः नास्ति. उपसर्गः अस्ति चेदपि अथवा उपसर्गसादृश्यम् अस्ति. स्वी अस्ति, स्वीकृत्य. स्वी इति उपसर्गः नास्ति चेदपि स्वीकर् तत्र उपसर्गः इव अस्ति, किन्तु अ तथा नास्ति. अकृत्वा. महोदय, तत्र किमर्थं तथा अस्ति? न कृत्वा इति इत्युक्ते तत्र किमर्थं तत्र न इति न स्थापनीयम्? न इति शब्दः तस्य अन्वयः सर्वदा तिङन्तपदेन भवति, तिङन्तपदेन सह न इति शब्दः. तत्र कृत्वा इति तिङन्तपदं नास्ति. न इत्यस्य अन्वयः वाक्यस्मिन् अपि वाक्ये न इत्यस्य अन्वयः तिङन्तपदेन सह अस्ति इति नियमः. अतः तर्हि अत्र न इति एव न प्रयोगं न प्रयोगः दोषपूर्णः. प्रयोगः दोषपूर्णः अस्ति नितरां. तर्हि सर्वत्र अकृत्वा तथा एव प्रयोगः करणीयः. यत्र अव्ययपदमस्ति अकृत्वा, अथवा यत् किमपि तुमुन् अस्ति क्त्वा ल्यप् तुमुन् यत्किमपि शत्रुन्तरूपम् अस्ति, तत्र न इति तस्य तत्र अन्वयः न भविष्यति, तिङन्तपदेन भविष्यति. अग्रे अखिला भगिनी अग्रे वदतु कृपया. शत्रुनिग्रहः तेषां मुख्यं लक्ष्यम्, अतः ते दिनाभ्यन्तरे सैनिकान् अत्र प्रेषयिष्यन्ति. मम स्थितिं यदि भवती न ज्ञापयेत् तर्हि ते सैनिकाः दुर्गं पातयिष्यन्ति, भवनानि नाशयिष्यन्ति, सर्वान् भवनात् निर्गमिष्यन्ति, भवत्याः मुखात् बलात् रहस्यं स्फोटयिष्यन्ति. तत्र शत्रवः तेषां बाधा इति एव तत्र मुख्यलक्ष्यमस्ति तेषाम् इति. तेषाम् इत्युक्ते आङ्ग्लानाम् इति. द्वित्रदिने अभ्यन्तरे इत्युक्ते दिनद्वये वा त्रये वा अत्र तेषां सैनिकानाम् आगमनम् इति ते तत्र प्रेषयन्ति, सैनिकाः अत्र प्रेषयन्ति इति आङ्ग्लाः. यदि नानासाहेब् इत्युक्ते पिता, तस्य स्थितिः का इति पुत्री तं न वदति चेत् सैनिकाः दुर्गं पातयिष्यन्ति, इत्युक्ते तेषां दुर्गः यदस्ति तत् नाशं कुर्वन्ति, भवनानि भवनस्य अपि तथा नाशं कुर्वन्ति, अपि च सर्वेषां निर्गमनं कुर्वन्ति तत्र तस्मात् स्थलात् इति. अपि च पुत्रीं बलात् इत्युक्ते तत्र पीडां कृत्वा यत्किमपि रहस्यमस्ति इत्युक्ते पिता कुत्र अस्ति इति, तस्य स्थितिः का इति, सर्वाणि विषयाणि बलात् पुत्रीतः अन्वेषयन्ति अथवा तत्र इति पिता वदति इदानीम्. अस्तु समीचीनमस्ति. अग्रे अग्रे राजेन्द्रमहोदय वदतु. आम् आं महोदय. ते मां तथा पीडयितुं न अर्हन्ति. मम खड्गः तान् निवारयिष्यति. भगवान् अस्मान् रक्षिष्यति. अतः भवान् भवतु निश्चिन्तः, निःशङ्कं राष्ट्रकार्यप्रवृत्तिः क्रियताम्. इदानीं तु पुत्री वदति ते मां पीडितुं न अर्हन्ति, न कर्तुं शक्नुवन्ति. ते इत्युक्ते आङ्ग्लाः मां न पीडितुं शक्नुवन्ति. यथा मम समीपे तत् खड्गः अस्ति, तत् खड्गेन तान् निवारयिष्यामि. मम खड्गः तान् निवारयिष्यति. तथा ते मां न पीडयितुम् अर्हन्ति. भगवान् अस्मान् रक्षिष्यति. भगवान् अस्माभिः रक्षां करोति. अतः भवान् भवतु निश्चिन्तः. पितरं वदति, पुत्री पितरं वदति तत् भवान् निश्चिन्तः भवतु. अस्माकं चिन्ता मा करोतु. तत् भवान् गच्छतु निःशङ्कः. राष्ट्रकार्ये प्रवृत्तिः क्रियताम्. कोऽपि शङ्का रहित शङ्का मा करोतु. निश्चित्वेन राष्ट्रकार्ये भवान् प्रवृत्तः भवतु. भवान् कार्यं राष्ट्रकार्यं करोतु. अस्माकं चिन्ता मा करोतु. हा समीचीनमस्ति. अस्तु अग्रे लट् लिट् लोट् प्रीलिङ्ग्. हा अत्र किञ्चित् कश्चन अभ्यासः सम्यक् भविष्यति इति. तर्हि अग्रे बालसुब्रह्मण्यं तत्र अग्रे वदतु कृपया. अत्र रूपाणि त्याजयति. पठामि महोदय. यथा अडिजन्तधातूनां लट् लिट् लोट् नापेक्षितम्. अग्रे अग्रे अभ्यासः कः अत्र रूपाणि पाठे प्रयुक्तानि कानिचन निजन्तरूपाणि अधस्तने कोष्ठके वर्णाक्षरैः दत्तानि सन्ति. यथा उदाहरणं तेषां अन्यलकाररूपाणि अपि लिखत. यथा त्याजयति लट्लकारः, त्याजयिष्यति ऋट्, त्याजयतु लोट्, विदिलिङ्ग् त्याजयेत् इति. सो मोहयति लट्लकाररूपं, तृट्लकारे मोहयिष्यति, लोट्लकारे मोहयतु त्याजयेत् विदिलिङ्ग् मोहयेत्. अत्र किं वक्तव्यमस्ति, अत्र लिखितमस्ति यत् नाम अत्र लट् इति स्थापितमस्ति. वस्तुतः लट् लोट् विदिलिङ्ग् अपि च लङ् तत्र साम्यमस्ति. लृट् इति अस्मिन् साम्यं नास्ति. लृट् इति अस्मिन् साम्यं नास्ति. अत्र अत्र किमस्ति यत् लृट् तत्र स्यति इति सेट् अस्ति. सेट् अस्ति. अपि च अत्र धातुः अनेका च अस्ति. धातुः अनेका च अस्ति. पूर्वम् अस्माभिः दृष्टं खलु, एकस्मिन् दिने अस्माभिः दृष्टमस्ति यत् यत्र धातुः अनेकाच् तत्र धातुः अपि सेट्, लिट् अपि सेट् इति कृत्वा सर्वत्र इडागमः भवति. अत्र मोहयति, मोहयतु, मोहयेत् तत्र इडागमः नास्ति कुत्रचिदपि. इडागमस्य सम्भावना न तत्र विषयः अपि न उदेति. किन्तु अत्र भवति. अत्र भेदः अस्ति लिट् इति अवधानं. तत्र त्याजयिष्यति, मोहयिष्यति इति भेदः अस्ति इडागमः इति कारणतः. अस्तु अग्रे अग्रे पश्येम. तर्हि अग्रे लक्ष्मीभगिनी वदतु कृपया. अत्र प्राव् उपसर्गपूर्वकः मृत् धातुः निजन्तरूपं प्रवर्तयति, प्रवर्तयिष्यति लृट् रूपं, प्रवर्तयतु लोट् रूपं, प्रवर्तयेत् विधिलिङ्ग्. इति अस्ति. अस्तु अग्रे तर्हि पुष्पा भगिनी वदतु. निर्वर्तयिष्यामि निर्वर्तयति. अत्र निर्वर्तयिष्यामि अत्र उत्तमपुरुषस्य एकवचनमस्ति खलु. क्षम्यतां. निर्वर्तयामि निर्वर्तयिष्यामि पठामि महोदय. निवर्तयामि निवर्तयिष्यामि. अत्र लोट् इति उत्तमपुरुषस्य नाम बालकः गच्छति. बालकः गच्छतु. अहं लोट् लोट् गच्छ. न अत्र जयन्ती भगिनी वदति वा? गच्छतु उत्तमपुरुषः. जयन्ती भगिनी वदति वा? हरि ओम्. अस्तु सुब्रह्मण्यम् ओ क्षम्यतां महोदय, म्यूट् मध्ये आसम्. गच्छामि इति अहं गच्छामि. गच्छामि हा. तर्हि अत्र रूपं किं? निर्वर्तयामि. हा अपि च निर्वर्तयेयम्. हा सम्यक् सम्यक् अस्ति. अस्तु भवती एव अग्रे. नृत्तस्य बोधयिष्यन्ति. लट् अस्ति. बोधयन्ति बहुवचने. बोधयन्ति बहुवचने. लोट् अस्ति. बोधयन्तु. विधिलिङ्ग् बोधयेयुः. अस्ति सम्यक्. राजेन्द्रमहोदय अग्रे. आं महोदय, अत्र तु विधिलिङ्ग् रूपम् अस्ति सन्तापयेयुः. अत्र तु अत्र तु बहुवचनरूपम् अस्ति सन्तापयति. बहुवचने खलु? बहुवचने. सन्तापयन्ति सन्तापयन्ति. लिट् अस्ति सन्तापयिष्यन्ति यन्ति. लोट् लकार अस्ति सन्तापयन्तु. हा सत्यं. हा इति अस्ति. अस्तु अग्रे पद्मभगिनी अग्रे. हा महोदय, अत्र विधिलिङ्गरूपं ज्ञापयेत्. लट् लकाररूपं ज्ञापयति. लुट् रूपं ज्ञापयिष्यन्ति. ज्ञापयिष्यति ज्ञापयिष्यति. ज्ञापयतु लोट् लोट् रूपं. सत्यम्. अग्रे अस्तु अस्तु अग्रे बालसुब्रह्मण्यम् अग्रे. सो नाशयिष्यन्ति इति ऋट्लकाररूपं. सो नाशयिष्यन्ति सो नाशयिष्यन्ति नाशयन्ति नाशयन्ति नाशयिष्यन्ति लोट्लकार नाशयिष्येताम्. न न न लोट् इति परस्मैपदे नाशयति सामान्यमस्ति. नाशयन्ति लोट् नाशयन्ति लोट् लकार एकवचने नाशयतु, बहुवचने नाशयत इति बहुवचने किल महोदय? हा, नाशयतु नाशयतु बहुवचने, नाशयन्तु खलु, नाशयन्तु तावत् नाशयन्तु बहुवचने अस्ति, बहुवचने लक्ष्मी भगिनी बहुवचने नाशयेयुः अपि च लोट् नाशयतु अत्र द्विवचने किं नाशयताम् अस्तु सम्यक् अन्तिमं करोतु विधिलिङ्ग् बहुवचने दर्शयेयुः अस्ति अतः लट् रूपं दर्शयन्ति लुट् रूपं दर्शयिष्यन्ति लोट् रूपं दर्शयन्तु विधिलिङ्ग् दर्शयेयुः हा हा सम्यक् अस्ति सम्यक् अस्ति अस्तु इदानीम् अग्रिमभागः अपि बहु सम्यक् अस्ति इदानीं तुमुन् क्त्वा ल्यप् क्तवतु इति रूपाणि सन्ति तर्हि अत्र अत्र तथैव निजन्तदातूनामपि भवन्ति इति न लेखनीयमासीत् अत्र चिन्तनं भवति तथैव इति किमपि नास्ति अत्र भिन्नम् अस्ति अत्र द्वितीयम् इत्यस्मात् आरभ्य चिन्तयामः अनन्तरम् अन्ते वदामि प्रथमम् अत्र द्वितीयमस्ति रक्ष् अत्र सुब्रह्मण्यं तत्र वदति वा अत्र प्रदर्शयति वा अत्र किं किम् अस्ति रक्ष् तुमुन् रक्षितुं निजन्ते रक्षयितुं क्त्वान्तमस्ति अनिजन्ते रक्षित्वा निजन्ते रक्षयित्वा ल्यप् अस्ति अनिजन्ते संरक्ष्य निजन्ते समानरूपं संरक्ष्य तवतु अस्ति अनिजन्ते रक्षितवान् निजन्ते रक्षितवान् हा सम्यक् अस्ति तर्हि अत्र किम् अस्ति इति ऊहां कुर्मः अत्र रक्षितुं रक्षयितुम् अत्र भेदः कः अत्र मध्ये रक्षियोगः तुमुन् अस्ति महोदय अत्र इदानीमत्र इडागमस्य प्रसक्तिः किमर्थमित्युक्ते रक्षि इति अनेकाच् अस्ति भूत्वा इडानुकूलधातुः तुमुन् अत्र ता इति वलादिप्रत्ययः अपि च सार्धधातुकप्रत्ययः अतः आर्धधातुकस्य ड्वलादेः इत्यनेन तदपि इडानुकूलप्रत्ययः अतः इडागमः भवति अत्र हा बहु सम्यक् अस्ति तथैव अस्ति सर्वे अवगच्छन्तु सर्वे अवगच्छन्तु अत्र तुमुन् नाम आर्धधातुकस्य ड्वलादेः इति एकं सूत्रमस्ति अस्मिन् अस्माकं चिन्ता न स्यात् किन्तु प्रत्ययस्य आदिमवर्णः वल् प्रत्याहारे अस्ति चेत् वल् प्रत्याहारे माहेश्वरसूत्राणि तावदेव जानाति चेत् महान् लाभः अस्ति महान् लाभः तत्र माहेश्वरसूत्रेषु तत्र वल् इति प्रत्याहारः अस्ति वल् ह हय व रट् इति व इत्यस्मात् आरभ्य लपर्यन्तं वल् नाम इत्युक्ते सर्वे हल् वर्णः कं वर्णम् अतिरिच्य यकारः यकारः तत्र वल् प्रत्याहारे नास्ति ह य व रट् इति य इति तत्र नास्ति व इत्यस्मात् आरभ्य लपर्यन्तं तत्र सर्वे हल् वर्णाः सन्ति तर्हि क्षमतां याति विहाय तर्हि वल् यः कोऽपि प्रत्ययः यस्य आदौ वल् प्रत्याहारे कश्चन वर्णः अस्ति अपि च स च प्रत्ययः आर्धधातुकसंज्ञकः इति अपि भवेत् तत्र नाम शत्र इति विहाय आधिक्येन सर्वम् आधातुकसंज्ञकः एव इति कृत्वा तत्र इडागमः भवति. अतः तुम् तुमुनिति अस्मिन् तुमिति अवशिष्यते तुम् इत्संज्ञकवर्णः तत्र नकारः तुमुन् तुमिति अवशिष्यते अपि च इडागमः भवति अतः प्रत्ययः भवति इतुम् इतुं रक्ष् धातुः तत्र रक्षि इति अस्ति रक्षि योगः इतुम् इति स्थितौ तत्र गुणः भवति रक्षे अनन्तरम् अयादेशः इचोयुवायावः इति सूत्रेण रक्षै इतुं रक्षयितुम् इति भेदः अस्ति रक्षयितुं लक्ष्मीभगिनी द्वितीयं वदतु तर्हि रक्षित्वा रक्षयित्वा इति किमर्थं भेदः अस्ति भवती वक्तुं शक्नोति सर्वं जानाति भवती तत्र तत्र निजन्तधातुः कः निजन्तधातुः रक्षि अत्र अनिजन्तधातुः अस्ति अरक्ष् किन्तु अत्र रक्ष् अपि सेट् अस्ति त्वा अपि सेट् अस्ति अतः तत्र अणिजन्तरूपमपि तत्र इरागमः अस्ति रक्षित्वा रक्षित्वा इदानीं निजन्तदातुः अस्ति रक्षि. हरि ओम् हा रक्षि अपि च रक्षि इति दातु इति दातुः सेट् अथवा अनिट् वयं किम् उक्तवन्तः हलो रक्षि हलो हरि ओम् हसेत् यतोहि सर्वे अनेकाच् धातवः यस्मिन् धातौ एक एव अच् वर्णः इत्यस्मात् अधिकाः तत्र भवन्ति तत्र स च धातुः अनेकाच् अस्ति यः कोऽपि अनेकाच् धातुः अस्ति स च धातुः सेट् अस्ति इति वयं पठितवन्तः करपत्रे पश्यन्तु एतत् सर्वं लिखितमस्ति करपत्रे हा नाम करपत्रस्य अन्तिमभागे इदानीं द्रक्ष्यामः किन्तु तत्र लिखितमस्ति इदानीम् एव तत्र अवगच्छतु अनेकाच् धातुः अस्ति चेत् सेट् अपि च त्वा इति त्वा तकारः वल् प्रत्याहारे अस्ति वा लक्ष्मीभगिनी वल् प्रत्याहारे अस्ति वा हरि ओं वल् प्रत्याहारे इदानीं मया किम् उक्तं तत्र तकारः वल् प्रत्याहारे अस्ति न वा नाम वल् प्रत्याहारः इत्युक्ते सर्वे हल् वर्णाः तत्र यकारं विहाय यकारः तकारः यकारः नास्ति अतः वल् प्रत्याहारे अस्ति सर्वे हल् वर्णाः वल् प्रत्याहारे सन्ति यकारं विहाय बुद्धं तर्हि रक्षियोगः त्वा तत्र त्वा अपि वल् प्रत्याहार आदौ अस्ति कश्चन वर्णः तकारः इति कृत्वा सेट् रक्षि इति अनेकाच् अस्ति इति कृत्वा सेट् अतः इदागमः भवति रक्षि इत्वा गुणः रक्षे इच्छयुवायावहति अयादेशः रक्षयित्वा बुद्धं वा आम् अत्र यद्यपि तत्र त्वा इति कित् अस्ति तथापि तत्र गुणः भवति वा हा गुणः अस्ति तत्र किङति इति प्रश्नः सम्यक् अस्ति किन्तु त्वा इति तत्र तत्र बहु तत्र क्त्वाति प्रसङ्गे बहूनि विशिष्टसूत्राणि सन्ति अनन्तरं वदामि गुणः अस्ति एव क्त्वात् अनन्तरं दृष्ट्वा वदामि अत्र भवती एव वदतु अत्र संरक्ष्य संरक्ष्य अत्र किं चिन्तनमस्ति हा अत्र सम्मिति अत्र सम्मिति उपसर्गः रक्षिति धातुः रक्ष्योगः ल्यप् तत्र ल्यप् इत्यस्मिन् लकारः लशक्व तदित् इत्यनेन गच्छति, पकारः हलन्त्यम् इत्यनेन गच्छति, तर्हि या एव अवशिष्यते. या इति तत्र वल् प्रत्याहारे नास्ति, अर्धधातुकप्रत्ययः परन्तु वल् प्रत्याहारे नास्ति इति कृत्वा तत्र इडागमः नास्ति. तर्हि तत्र केवलं वर्णमेलनं, संयोगः रक्ष्योगः य संरक्ष्य इति रूपम्. हा, किन्तु इतोपि एकं वदनमस्ति तत्र धातुकः धातु रक्ष् अणिजन्तरूपे. हा, तत्तु सत्यम्. अणिजन्तरूपे निजन्तरूपे रक्षि इति अस्ति, संयोगः रक्षियोगः या. इदानीं तत्र या इति अर्धधातुकप्रत्ययः यत्र इडागमः इडानुकूल नास्ति, या वल् प्रत्याहारे नास्ति, तर्हि तत्र नेरनिटि इत्यनेन तत्र रक्षि इत्यस्मिन् निच् प्रत्ययस्य लोपः भवति, तर्हि तत्र अनन्तरं वर्णमेलनं संरक्ष्य. हा, अत्र नेरनिटि इति सूत्रं वयं दृष्टवन्तः खलु किञ्चित् पूर्वम्. अत्र करपत्रे पश्यन्तु, नेरनिति जयन्ती भगिनी पठतु, किं लिखितमस्ति नेरनिति इति यस्य, पश्यति वा करपत्रे सङ्गणके? आम् आम् महोदय. नेरनिति यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति तस्मात् पूर्वं नि प्रत्ययस्य लोपो भवति. हा, तर्हि अत्र ल्यप् इत्यस्मिन् यकारः, ल्यप् इत्यस्मिन् यकारः य इति अस्ति, यकारः अकारः, यकारः वल् प्रत्याहारे अस्ति वा? नास्ति. अतः अनित् अस्ति, न तु सेट्. अनित् अस्ति न तु सेट्. हा, अपि च आर्धदातकप्रत्ययः इडागमः नास्ति, तस्मात् पूर्वं णि अस्ति, नाम अणिच् नाम संरक्षि, संरक्षि योगः य. अस्यां दशायाम् अत्र नेरणिति इति किं भवति? किं लिखितमस्ति? तस्मात् पूर्वं नि प्रत्ययस्य लोपः. संरक्षि इत्यस्मिन् अणि इति इकारः इति अणिच् खलु, संरक्षयोगः अणिच् संरक्षि. किं न महोदय न वदति धातुः नाम उपसर्गः सन् धातुः रक्ष् निजन्ते. हा, निजन्ते रक्षि अस्ति, किन्तु अत्र उपसर्गः अस्ति खलु सम्. ल्यप् कुत्र भवति? ल्यप् भवति यत्र उपसर्गः अस्ति खलु, जानाति वा? अत्र उपसर्गः नास्ति, क्त्वा अपि च ल्यप्, अत्र तादृशभेदः अस्ति, क्त्वा ल्यप् इति नयोः. नाम तत्र गत्वा किन्तु प्रत्यागत्य, गत्वा प्रत्यागत्य, अत्र सम् इति उपसर्गः अस्ति, अतः ल्यप् इति भवति, न तु क्त्वा. तर्हि ल्यप् अस्ति तत्र लकारपकारयोः, तत्र इत्संज्ञालोपश्च इति कृत्वा य इति अवशिष्यते, यकार अकारः य. धातु अस्ति सं रक्षि य. तर्हि सं तत्र सन्धिं कृत्वा सं अत्र उपसर्गः भवति, संरक्षि संरक्षि य. इदानीम् अयम् इकारः अणिच् इति अस्य इकारः खलु न वा? संरक्षि योगः य. अत्र नेरनिति इति किं वदति? नेरनिति यस्य आर्धधातुकप्रत्ययः नाम ल्यप् इति, तत्र चिन्ता नास्ति, अत्र ल्यप् इति आर्धधातुकप्रत्ययः अस्ति, अपि च यकारः वल् प्रत्याहारे नास्ति, अतः इडागमः न भवति इति अस्माभिः उक्त. अत्र चिन्ता नास्ति, अत्र अस्माभिः किम् उक्तम् अस्ति, यः कोऽपि प्रत्ययः अस्ति तस्य आदिमवर्णः वल् प्रत्याहारे नास्ति चेत् इडागमः न भवति. नाम अत्र तुमोन् इति अस्माभिः दृष्टम्, इदानीं रक्षयितुं निच् प्रत्याहारे तत्र तत्र णिच् प्रत्यये परि तत्र संरक्षि तुम् अत्र संरक्षि रक्षयति अनेकात् धातुः अस्ति इति कृत्वा सेट् न तु अनिट् नाम सेट् नाम इडानुकूलः. अपि च तुमोन् तत्र तुमोन् इत्यस्य तुम् इत्यस्य प्रथमवर्णः कः? न तुम् इत्यस्मिन् तकारः तिष्ठति. गन्तुम् इच्छामि अत्र तुम् इति प्रथमवर्णः कः? तुम् तकारः खलु? तकारः न खलु तकारः अस्ति खलु? तर्हि तकारः अस्ति. स च तकारः वल् प्रत्याहारे अस्ति अतः इडागमः. इडागमः अस्ति नाम धातुः अनेकात् अस्ति चेत् इडागमः भवति. प्रत्ययस्य प्रथमवर्णः वल् प्रत्याहारे अस्ति चेत् इडागमः भवति. परन्तु इडागमः इत्युक्ते सम्यक् न इकारः अस्तु. हा यत्र कुत्रापि मध्ये इडागमः इट् इट् इति टकार इट् इति टकारः इत्संज्ञकः अस्ति इकारः अवशिष्यते. आगमः आगच्छति इति आगमः अस्ति इट् आगमः. तर्हि अत्र इट् आगच्छति मध्ये यथा दत्तवान् किन्तु लिखितवान् दादातोः दत्तवान् किन्तु लिखदातोः लिखितवान् तत्र लिखितवान् इकारः अस्ति इकारः मध्ये अस्ति खलु लिखितवान् कुत्रचित् इकारः भवति कुत्रचित् न भवति. दादातुः सेट् नास्ति लिखदातुः सेट् अस्ति. तदर्थं मध्ये तत्र दादातुः अस्ति दादातुः तत्र दातुं दत्तवान् तत्र न कुत्रापि इडागमः अस्ति किन्तु लिखितुं लिखित्वा लिखितवान् तत्र इडागमः अस्ति. तर्हि अत्र कुत्र इडागमः भवति कुत्र न भवति इति विषयः. अत्र रक्षयितुम् इति अस्ति रक्षयितुम् इत्यस्मिन् रक्षयति धातुः अनेकाच् अस्ति अतः तत्र सेट् अस्ति. सेट् इत्युक्ते स इट् यस्य सः स सेट् इत्युक्ते स इट् यस्य सः इडागमः इडागमः आनुकूल्यमस्ति. नियमः कः? नियमः अस्ति यद् धातुः अपि सेट् प्रत्ययः अपि सेट् इति चेत् इडागमः भविष्यति. द्वयोः मध्ये यः कोऽपि एकः सेट् नास्ति चेत् इडागमः न भविष्यति. बुद्धं महोदय. हा तर्हि इडागमः कुत्र कुत्र भवति इति अस्य निर्णयार्थम् अस्माभिः किं ज्ञातव्यमस्ति? धातुः सेट् वा प्रत्ययः सेट् वा द्वयमपि सेट् इति चेत् इडागमः भविष्यति. द्वयोः मध्ये एकः अथवा द्वयमपि सेट् नास्ति चेत् इडागमः न भवति. रक्षयितुं रक्षयितुम् इत्यस्मिन् रक्षयति अनेकाच् अस्ति इति कृत्वा सेट् एकनिमिषं भगिनि समयः नास्ति. अत्र तुमुन् इत्यस्मिन् तकारः वल् प्रत्याहारे अस्ति इति कृत्वा सेट् धातुः सेत् तुमुन् सेत् इति कृत्वा इकारः इदागमः भवति रक्षयितुं. किन्तु संरक्ष्य अत्र ल्यापति तत्र यकारः आदौ अस्ति इति कृत्वा सेट् नास्ति. द्वयोः एकः सेट् नास्ति इति कृत्वा इडागमः न भवति संरक्ष्य अस्ति. अपि च अत्र इडागमः न भवति किन्तु अत्र धातुः अस्ति रक्षि अत्र अयम् इकारः इडागमः इति नास्ति तत्र णिच्छति अस्ति इकारः खलु रक्षयोगः णिच् रक्षि योगः ल्यप्. हा तर्हि संरक्षि योगः ल्याप् अत्र रक्षि इत्यस्मिन् इकारः स च णिच् इत्यस्य इकारः न तु इरागमः स्पष्टम् इडागमः न तु न न णिच् इत्यस्य इडागमः न अत्र इडागमः भिन्नः णिच् इति भिन्नः णिच् इति प्रत्ययस्य यः इकारः तस्य नाम इडागमः इति नास्ति तर्हि रक्षि इत्यस्मिन् इकारः णिच् इत्यस्य न तु इडागमस्य रक्षि रक्षि अपि च उपसर्गः अस्ति इति कृत्वा ल्यपति भवति न तु कृत्वा संरक्ष् योगः ल्यप् लकारपकारयो यत्संज्ञालोपश्च य अवशिष्यते यकारः वलादौ नास्ति वल् प्रत्याहारे नास्ति अतः इडागमः न भवति तर्हि संरक्ष् योगः य इदानीं संरक्षि अस्ति किन्तु इकारः अस्ति स च इकार संरक्षि इति णिच् इत्यस्य इकारः अस्ति खलु इदानीं नेरणिति इति किं वदति यस्य यस्य प्रत्ययस्य इडागमः नास्ति अत्र ल्यप् ल्यप् इति यकारः वल् प्रत्याहारे नास्ति अतः तस्य ल्यप् इति इकारः नाम इडागमः न कदापि भवति अतः इडागमः नास्ति ल्यप् इत्यस्य इडागमः नास्ति तस्मात् पूर्वं णि प्रत्ययस्य किं लिखितमस्ति लोपो भवति इति हा तर्हि संरक्षि इत्यस्मिन् इ इत्यस्य अणिच् इत्यस्य ईकारः स च ईकारः लुप्तः भवति अत्र तर्हि संरक्ष् योगः य संरक्ष्य इति वयं दृष्टवन्तः सर्वे अवगच्छन्ति नाम सर्वेषां कृते अहम् उक्तवान् केवलं तत्र जयन्ती भगिन्याः कृते इति न सर्वेषां कृते हा अपि च अत्र रक्षितवान् अत्र रक्षितवान् इति अपि वयं जानीमः रक्षितवान् इत्यस्मिन् तत्र विद्याभगिनी वदतु तत्र कीदृशी परिस्थितिः अस्ति अत्र रक्ष् इति धातुः तत्र तवतु प्रत्ययः तवान् इति अस्ति तत्र तकारः आदौ अस्ति तकारः वल् प्रत्याहारे अस्ति रक्ष् इति धातुः सेट् प्रत्ययः अपि सेट् तर्हि तत्र इडागमः भवति इतवान् इति रक्ष् योगः इतवान् रक्षितवान् अपि च निजन्ति निजन्ति तत्र रक्षि इति धातुः निजन्तधातुः रक्षीयोगः तवान् इति अस्ति रक्षि इति अनेकाश् धातुः सेट् अस्ति तर्हि तत्र इडागमः भवति प्रत्ययस्य इडागमः भवति तर्हि रक्षीयोगः इतवान् इति अस्ति इदानीं तत्र वयं विशिष्टसूत्रं परिशीलितवन्तः तत्र निष्ठायां सेटि इत्यनेन पश्यन्तु करपत्रे नेरणिति इति अधोभागे तत्र लिखितमस्ति खलु निष्ठायां सति तस्मिन् दिने अस्माभिः दृष्टमासीत् निष्ठायां सति हा वदतु निष्ठायां सेटि इति सूत्रं वदति निष्ठायां सेटि परे ने लोपो भवति इति अत्र त प्रत्यये अपि च तवतु प्रत्ययद्वयं प्रत्ययद्वयमपि निष्ठा इति संज्ञा प्राप्नोति तर्हि अत्र निष्ठायां सेटि परे अत्र तवान् इति निष्ठा संज्ञा अस्ति अपि सेट् अस्ति तत्र इडागमः अस्ति इति कृत्वा तत्र तस्मात् पूर्वं निच् इत्यस्य लोपः भवति तर्हि तत्र रक्षि इत्यस्मिन् इकारस्य लोपः रक्ष्योगः इतवान् रक्षितवान् हा बहु सुन्दरमस्ति बहु समीचीनमस्ति लक्ष्मीभगिनी अवगच्छति वा अवगच्छति खलु हा अपि च शुक्रवासरे पुनः भविष्यति अत्र सर्वं तथैव अस्ति वयं यदुक्तवान् एतावता रक्षयित्वा संरक्ष्य रक्षितवान् इतः अधोभागे सर्वं तथैव अस्ति उपरि गन्तुं गमयितुम् अपि तथा गत्वा गमयित्वा निर्गम्य निर्गमय्य इति भेदः अस्ति. निर्गमय्य गतवान् गमितवान् सर्वं तथैव अस्ति, किन्तु निर्गमय्य इत्यस्मिन् वैशिष्ट्यमस्ति. शीघ्रमेव वदामि, अनन्तरम् अग्रिमे सप्ताहे पुनः भविष्यति. पश्यन्तु शुक्रवासरे तत्र सुब्रह्मण्यं तत्र वदिष्यति. अत्र सूत्रमस्ति ल्यपि लघुपूर्वात्, ल्यपि लघुपूर्वात् इति सूत्रमस्ति. ल्यपि लघुपूर्वात्, ल्यपि परे लघुपूर्वात् उत्तरस्य नेर् ऐ आदेशः, नेर् ऐ आदेशः नाम तत्र णिच् इति अस्य स्थाने ऐ, निर्गमि निर्गमि योगः य, निर्गमि योगः य, अत्र इ णिच् इत्यस्य इ इत्यस्य स्थाने ऐ, निर्गमय्य इति ल्यपि लघुपूर्वात्, ल्यपि परे लघुपूर्वात् उत्तरस्य नेर् अयादेशः. तथैव रच् वि रच् ल्यप् विरच्छय्य, यतोहि तत्र निर्गमय मकारात् पूर्वं यः अकारः स च लघु अकारः अस्ति. निर्गमि निर्गमय्य रच् चकारस्य पूर्वं चकारात् प्राक् यः अकारः स च लघु अकारः अस्ति. रचि वि उपसर्गपूर्वकः, वि रचि ल्यप् विरचय्य, इ इति इत्यस्य स्थाने ऐ आदेशः. कदा? यदा चकारात् पूर्वं यः स्वरः अस्ति अकारः स च लघु अस्ति. कथ् प्रकथि ल्यप् प्रकथय्य, प्रकथय्य प्रकथि चकारात् पूर्वम् अकारः लघु अस्ति, अग्रे ल्यप् अस्ति. तत्र लघुपूर्वात् ल्यपि परे लघुपूर्वात् उत्तरस्य नेर् अयादेशः इति कृत्वा प्रकथय्य, प्रकथय्य इति गणयति, गणयति इति गण प्रयोगः गणि योगः ल्यप् प्रगणय्य इति सर्वत्र तथा अस्ति. अस्तु, समयः जातः, किन्तु शुक्रवासरे पुनः अभ्यासं कुर्वन्तु, अनन्तरं प्रश्ने सति अग्रिमे सप्ताहे भविष्यति. कस्यचित् प्रश्नः वा? इदानीं समयः जातः. अनित् विषय वदतु. अग्रिमे सप्ताहे, अग्रिमे सप्ताहे वदिष्यामि पुनः. अस्य किञ्चित् अभ्यासः, कश्चन अभ्यासः अग्रिमे सप्ताहे. बहु किमपि उक्तमस्ति, अस्य अभ्यासः आगत्य कुर्वन्तु, अनन्तरं अग्रिमे सप्ताहे पुनः भविष्यति. अस्तु, समीचीनमस्ति. धन्यवादः सर्वेषां. धन्यवादः. धन्यवादः महोदय. अतः